पद्मपुराणं खण्डं 5 पातालखण्डम् अध्यायं 61 शत्रुघ्न उवाच जानासि किं महामन्त्रिन् को बालो हयमाहरद येन मे क्षपितं सर्वं बलं वारिधिसन्निभं सुमतिरुवाच स्वामिन्नयं मुनिश्रेष्ठ वाल्मीकेराश्रमो महान् क्षत्रियाणामत्र वासो नास्त्येव परतापना इन्द्रो भविष्यति परममर्षि हयमाहरद पुरारेर्वान्यथा वाहं तव कः समुपाकरद कालजिद्येन नाशं वै प्राप्तः परमदारुणः तं प्रति श्रीमहाराज गन्धा कः पुष्करान्यतः त्वं च वीरैर्भटैः सर्वैराजभिः परिवारितः तत्र गच्छस्व सैन्येन महदा शत्रुकृन्दन गत्वा सजीवितं वीरं बद्ध्वादु कुतुकार्थिने दर्शयिष्यामि रामाय मदं मे त्विदमादृतम् इति वाक्यं समाकर्ण्य वीरान् सर्वान् समादिशद सैन्येन महदायाद यूयमायादिपृष्ठदः निर्दिष्टास्ते क्षणाद्वीरा जग्मुर्यत्र लवो बलि धनुर्विस्फारयंस्तत्र सुदृढं गुणभूरिदम् आयादं तन्महद्दृष्ट्वा बलं वीरप्रपूरितं न किञ्चिन्मनसा बिभ्येल्लवेन बलशालिना लवसिंह इवोत्तस्थौ मृगान् मत्वा अखिलान् भटान् धनुर्विस्फारयन्रोषाच्छरान्मुञ्जन् सहस्रशः शेषरैः पीड्यमानास्तु महारोषेण पूरिताः वीरं बालं मन्यमानाः सम्मुखं प्राद्रवंस्तदा वीरान् सहस्रशो दृष्ट्वा भ्रमिभिः पर्यवस्थितान् लवो जवेन सन्धाय शरान्रोषप्रपूरितः भ्रमिराद्या सहस्रेण द्वितीयायुधसङ्ख्यया तृतीयायुधयुग्मेन तुरीयायुधपञ्चभिः पञ्चमी लक्षयोधानां षष्टी योधायुधाधिकैः सप्तमी लक्षयुग्मेन सप्तभिर्भ्रमिभिर्वृतः मध्ये लवो भ्रमिव्याप्तः सचरन्वह्निवत्तदा दाहयामास सर्वान्वै सैनिकान् भ्रमिकारकान् काचित् कङ्कैः शरैः काचित् काचित् प्रासैश्च कुन्तलैः पट्टिशैः परिखैः सर्वा भ्रमिर्भग्ना महात्मना सप्तभिर्भ्रमिर्भिर्मुक्तो रराजस कुशानुजः मेघवृन्दविनिर्मुक्तशशिव शरदागमे प्राहरत् सर्वथा योधान् भिन्दन् गजकरान् बहून् चिन्तन् चिरांसि वीराणां चक्रभ्रूणि महान्ति च अनेके पतिता वीरा लवबाणप्रपीडिताः मुमुहुः समरे धान्ये नष्टा अने सुखातराः पलायनपरं सैन्यं लवबाणप्रपीडितं वीक्ष्य वीरो रणो योद्धुं प्रायात् पुष्कलसंज्ञकः तिष्ठतिष्ठेति च वदन्रोषपूरितलोचनः रथे सुहयशोभाढ्ये तिष्ठन् प्रायाल्लवं बली सलवं प्रत्युवाचाध पुष्कलः परमास्त्रविद तिष्ठदत्ते मया सङ्घ्ये रथे सुखयशोभिदे पदादिना त्वया युद्धं करोमि किमधाहवे तस्मात् तिष्ठ रथे पश्चाद्युध्येकं भवता सह एतद्वाक्यं निशम्यासौ लवः पुष्कलमब्रवीद त्वया दत्ते रथे स्थित्वा युद्धं कुर्यामहं रणे तदा मे पापमेव स्याज्जयः संदिग्ध एव हि न वयं ब्राह्मणा वीरप्रतिग्रहपरायणाः वयं दुःक्षत्रिया नित्यं दानकर्मक्रियारताः इदानीं त्वद्रथं कोपात् भनच्मि प्रत्यहं भवान् पादचारी भवत्येव पश्चाद्युद्धं करिष्यति पुष्कलो वाक्यमाकर्ण्य धर्मधैर्यसमन्वितं विशिस्माय चिरं चित्ते धनुसज्जमथाकरोद तमात्त धनुषं दृष्ट्वा लभ कोपसमन्वितः चापं चिच्छेदपाणिस्थं शरसन्धानमाचरन् स यावत् स गुणं चापं कुरुदे तावदुद्धदः रथभङ्गं चकारास्य समरे प्रहसन् बली भग्नं रथं स्वकं वीक्ष्य धनुश्चिह्नं महात्मना महावीरं मन्यमानपदादिप्राद्रवद्रणे उभौ धनुर्धरौ वीरा उभावपि शरोद्धतौ उभौ शदजविप्लुष्टौ छिन्नसन्नाहिता उभौ परस्परं बाणखादविशीर्णाव पुलक्षितौ जयाकांक्षां प्रकुर्वन्तौ परस्परवधैषिणौ जयन्त कार्तिकेया वा पुरारिः पुरभिद्यथा एवं परस्परं युद्धं प्रकुर्वाणौ रणाङ्गणे पुष्कलप्रत्युवाचाथ बालं शूरशिरोमणे त्वादृशो न मया दृष्ट कश्चिद्वीरशिरोमणिः शिरस्ते पादयाम्यद्य बाणैशितः सुपर्वभिः मा पलायस्व समरे प्राणान् रक्षस्व संयदः एवमुक्त्वा लवं वीरं चकार शरपञ्चरे पुष्कलस्य शरा भूमौ नभसि व्याप्य संस्थिताः शरपञ्चरमध्यस्थो लवः पुष्कलमब्रवीद महत्कर्म कृतं वीरयन्मां बाणैरपीडयत् इत्युक्त्वा बाणसङ्घादं प्रच्छिद्यवचनं पुनः जगादपुष्कलं वीरशरसन्धानकोविदः पालयात्मानमाजिस्तं मच्छराखादपीडितः पदिष्यसि महीपृष्ठे रुधिरेण परिप्लुदः एवमुक्तं समाकर्ण्य पुष्कलकोपसंयुधः रणे संयोधयामास लवं वीरं महाबलम् लवः प्रकुपिदो बाणं तीक्ष्णं वैरिविदारणं जग्राह लवदकोशादाशीविषमिव क्रुधा जाज्वल्यमानः सशरश्चापमुक्तो लवस्य च हृदयं भेतुमुद्युक्तश्चिन्नो भारदिनाशुसः चिन्ने भारदिना सङ्ख्ये शरेण प्राणहारिणा अत्यन्तं कुपिदो घोरं शरमन्यं समाददे आकर्णाकृष्टचापेन समुक्तो निशितशरः बिभेदहृदयं तस्य पुष्कलस्य महारणे भिन्नो वक्षसि वीरेण सायकेनाशुगामिना पपादधरणीपृष्ठे महाशूरशिरोमणिः पतितं तं समालोक्य पुष्कलं पवनात्मजः गृहीत्वा राघवभ्रात्रे ददौ मूर्च्छासमन्वितम्। मूर्च्छितं तं समालोक्य शोकविह्वलमानसः हनुमन्दं लवं हन्तुं निदिदेशक्रुद्धान्वितः। हनुमान् क्रोधसम्प्लुष्टो लवं सङ्घ्ये महाबलं विचेदुं तरसा प्रागाद्वृक्षमुद्यम्य शाल्मलिम्। वृक्षेण हतवान् मूर्ध्नि लवस्य हनुमान् बली तमापतन्तं तरसा चिच्छेद शदधा लवः। छिन्ने नगे पुनः कोपाद्वृक्षानुत्पाट्यमूलतः ताडयामास हृदये मस्तके च महाबलः। यान्यान् वृक्षान् समाहृत्या ताडयत् पवनात्मजः तांस्तां स्थिच्छेदतरसा बलवान्नदपर्वभिः। तदा शिला समुत्पाट्य गण्डशैलोपमाकपिः पादयामास शिरसि क्षिप्रवेगेन मारुतिः। स आहदशिलासङ्घैः सङ्ख्ये कोदण्डमुन्नयन् बाणैस्तास्तूर्णयामास यन्त्रिकाभिर्यथा कणाः। तदात्यन्तं प्रकुपितो मारुधि पुच्छवेष्टनं चकारसमरोपान्ते लवस्य बलिनकृती। स्वं पुच्छेन समाविद्धं वीक्ष्य स्वां भां हृदि स्मरन् मुष्टिना ताडयामास लाङ्गूलं मारुतेर्बली। तन्मुष्टिखादव्यथितो मारुतिस्तममुचुद स मुक्तपुच्छदो युद्धे शरान् मुञ्जन्नभूद्बली। दुर्वारशरपादेन सम्पीडिततनुकपिः बाणवर्षं मन्यमानो दुःसहं समरे बहु। किं कर्तव्यमिदोऽस्माभिः पलाय यदि गम्यते तदा मे स्वामिनो लज्जा ताडयेत् बालकोऽत्र मां। ब्रह्मदत्तवरत्वा तु मूर्च्छानमरणं नहि दुःसह बाणपीडात्र किं कर्तव्यं मयाधुना। शत्रुघ्नसमरे गत्वा जयं प्राप्नोतु बालकाद अहं तावज्जयाकाङ्क्षी शये कपटमूर्च्छया। इत्येवं मानसे कृत्वा पपादरणमण्डले पश्यतां सर्ववीराणां कपटेन विमूर्च्छितः। तं मूर्च्छितं समाज्ञाय हनुमन्तं महाबलं जघान सर्वानृपदीन् चर मोक्षविचक्षणः। इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायन संवादे रामाश्वमेधे हनुमत्पतनं नामैकषष्टितमोऽध्यायः। ओम्।